नमो नमः। विवेक शर्मा, हम रिकांगपियो नगरस्थ राज ठाकुर सेन नेगी राजकीय महाविद्यालय संस्कृत विभागे सहायक प्राध्यापक रूपेण कार्यरत अस्मि। अत्र वाल्मीकि रामायणस्य पंचदश सर्गस्य श्लोकानाम् उच्चारणं प्रस्तौमि। सवीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीं अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत। संतानकलताभिश्च पादपैरुपशोभितां दिव्यगंधरसोपेतां सर्वतः समलंकृतां तां सनंदन संकाशां मृगपक्षीभिरावृतां हर्मे प्रासाद संबाधां कोकिला कुलनीस्वनां कांचनोत्पलपद्माभिर्वापीभिरुपशोभितां बहुवासनकुतोपेतां बहुभूमिगृहायुतां। सर्वर्तुकुसुमैः रम्यैः फलवद्भिश्च पादपैः पुष्पितानाम अशोकानां श्रिया सूर्योदयप्रभां प्रदीप्तामिव तत्रस्थो मारुतिः समुदेक्षत। निष्पत्रशाखां विहगैः क्रियमाणामिवा सकृत् विनिष्पतद्भिशतशः चित्रैः पुष्पावतंसकैः समूल पुष्परचितैरशोकैः शोकनाशनैः। पुष्पभारातिभारिश्च स्पृशद्भिर्मेदिनीं कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः सदेशः प्रभया तेषां प्रदीप्त इव सर्वतः पुन्नागः सप्तपर्णाश्च चंपकोद्दालकास्तथा। व्यवृद्धमूला बहवः शोभन्ते स्म सुपुष्पितः शातकुम्भनिभः केचित् केचिदग्निशिखप्रभा नीलाञ्जननिभः केचित् तत्राशोकः सहस्रशः नन्दनं विबुधोद्यानं चित्रं चित्ररथं यथा। अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यश्रियायुतं द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतं पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा। सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः नानानिनादैरुद्यानं रम्यं मृगगणद्विजैः अनेकगन्धप्रवहं पुण्यगन्धं मनोहरं शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् अशोकवनिकायां तु तस्यां वानरपुङ्गवः सददर्शाविदूरस्थं चैत्ये प्रासादमूर्जितं मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरं प्रवालकृतसोपानं तप्तकाञ्चनवेदिकं मुष्णन्तमिव चक्षुंषि द्योतमानमिव श्रिया निर्मलं प्रांशुभावत्वाद् उल्लिखन्तमिवाम्बरं ततो मलिनसंवीतां राक्षसीभिः समावृतां उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलां मन्दप्रख्यायमानेन रूपेण रुचिरप्रभां पिनद्धां धूमजालेन शिखामिव विभावसो पीतेनैकेन संवीतां क्लिष्टेन उत्तम वाससा सपङ्काम् अनलङ्कारां विपद्मामिव पद्मिनीं पीडितां दुःखसन्तप्तां परीक्षिणां तपस्विनीं ग्रहेणाङ्गारकेणैव पीडितामिव रोहिणीं अश्रुपूर्णमुखीं दीनां कृशाम् अनश्नेन च शोकध्यानपरां दीनां नित्यं दुःखपरायणां प्रियं जनम् अपश्यन्तीं पश्यन्तीं राक्षसीगणं स्वगणेन मृगीं हीनां स्वगणेनावृतामिव। नीलनाभयारण्य जगनम गतयैकया नीलया निरदापाये वनराज्या महीमिव सुखार्रां दुःखसंतप्तां व्यसनानामकोविदां तां विलोक्य विशालाक्षीं मदिकं मलिनां कृशाम् तर्कयामास सीतेति कारणैरुपपादिभिः क्रियमाणा तदा तेन रक्षसा कामरूपिणा यथारूपा हि दृष्टा सा तथा रूपेयमंगना पुण्यचन्द्राननां शुभ्रूं चारुवृत्तपयोधरां कुर्वतीं प्रभया देवीं सर्वा वितिमरादिशः तां नीलकंठीं बिंबोष्ठीं सुमध्यां सुप्रतिष्ठितां सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा इष्टां सर्वस्य जगतः पूर्णचंद्र प्रभामिव भूमौ सुतनुमासीनां नियतामिव तापसीं निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव शोकजालेन महता विततेन राजतीं संसक्तां धूमजालेन शिखामिव विभावसुः तां स्मृतिमिव संदिग्धां वृद्धिं निपतितामिव विहतामिव च श्रद्धामाशां प्रतिहतामिव सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव अभूतेनापवादेन कीर्तिं निपतितामिव रामोपरोधव्यथितां रक्षो गणनिपीडितां अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा वदनेन प्रसन्नेन निःश्वसन्तीं पुनः पुनः मलपङ्कधरां दीनां मण्डनाराममण्डितां प्रभां नक्षत्रराजस्य कालमेघैरिवावृतां तस्य सन्दिदीहे बुद्धिस्तथा सीतां निरीक्ष्य च आम्नायानाम् अयोगेन विद्यां प्रशिथिलामिव दुखेन बुबुधे सीतां हनुमानलङ्कृतां संस्कारेण यथाहीनां वाचम् अर्थान्तरं गतां तां समीक्ष्य विशालाक्षीं राजपुत्रीम् अनिन्दितां तर्कयामास सीतेति कारणैरुपपादयन् वैदेह्या यानि चांगेषु तदा रामोऽन्वकीर्तयत् तान्याभरणजालानि गात्रशोभिन्यलक्षयत् सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च श्यामानि च युक्तत्वात् तथा संस्थानवन्ति च तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत् तत्र यान्यवहीनानि तान्यहं नोपलक्ष्ये यान्यस्यानावहीनानि तानि मानि न संशय पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् उत्तरीयं नगासक्तं तदा दृष्टं प्लवंगमहि भूषणानि च मुख्यानि दृष्टानि धरणीतले अन्यैवापविद्धानि स्वन्वन्ति महान्ति च इदं चिरगृहीतत्वाद् वसनं क्लिष्टवत्तरं तथाप्यनूनं तद्वर्णं तथा श्रीमद्यत्तेतरत् इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया प्रनष्टापि सती यस्य मनसो न प्रणश्यति इयं सा यत्कृते रामश्चतुर्भिरिह तप्यते कारुण्येनानुशंसेन शोकेन मदनेन च स्त्रीप्रणिष्टेति कारुण्यादाश्रितेत्यानुशंस्यतः पत्नी नष्टेति शोकेन प्रियेति मदनेन च तस्या दिव्या यथा रूपम् अंग प्रत्यंग सौष्ठवम् रामस्य च यथारूपम् तस्येयमसि ते क्षणा अस्या देव्या मनस्तस्मिन् तस्य चास्यां प्रतिष्ठितम् तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति। दुष्करं कुरुते रामो य इमां मत्तकाशिनीं सीतां विना महाबाहु मुहूर्तमपि जीवति। एवं सीतां तथा दृष्ट्वा हृष्टः पवनसंभवः जगाम मनसा रामं प्रशशंस च तं प्रभुम्। इति श्री वाल्मीकि रामायणे सुंदरकांडस्य पंचदश सर्गस्य श्लोकानाम् उच्चारणम्। अनुष्टुप् छंदस्य उच्चारणे अष्ट अक्षरेषु यति भवेत्, अर्थात अष्ट अक्षरस्य यदा समाप्ति जायते तत्र यति भवेत्, तत्र विराम भवेत्। तथैव मया कृतम् यत्र कुत्र अपि यदि कोऽपि प्रश्नः विद्यते तर्हि मां संपर्कं कर्तुं शक्यते। धन्यवादः।